उपमर्दितेऽपि भेदप्रत्यये कर्मभ्यो नायो निवर्तते चेत् प्रागेव भेदप्रत्यय अनुपमर्दनात् एकत्वप्रत्ययविधायकं वाक्यम् अप्रमाणिकं स्यात्। अभक्ष्यभक्षणादिप्रतिषेधवाक्यानां प्रामाण्यवत् युक्तम् एकत्ववाक्यस्यापि प्रामाण्यं सर्वोपनिषदां तत्परत्वात्। कर्मविधीनाम् अप्रामाण्यप्रसङ्गम् इति चेन्न अनुपमर्दितभेदप्रत्ययवत् पुरुषविषये प्रामाण्य उत्पत्तेः स्वप्नादिप्रत्ययैव प्राक् प्रबोधात्। विवेकिनाम् अकरणात् कर्मविधिप्रामाण्य उच्छेद इति चेत् न काम्यविद्य अनुच्छेददर्शनात् न हि कामात्मता न प्रशस्त इत्येवं विज्ञानवद्भिः काम्यानि कर्माणि न अनुष्ठीयन्ते इति काम्यकर्मविधयः उच्छिद्यन्ते अनुष्ठीयन्त एव काम्यभिः इति तथा ब्रह्मसमस्तैः ब्रह्मविद्भिः न अनुष्ठीयन्ते कर्माणि इति न तद्विधयः उच्छिद्यन्ते अब्रह्मविद्भिः अनुष्ठीयन्ते एव इति परिव्राजकानां भिक्षाचरणादिवत् उत्पन्न एकत्वप्रत्ययानामपि गृहस्थादीनाम् अग्निहोत्रादिकर्म अनिवृत्तिः इति चेत् न प्रामाण्यचिन्तायां पुरुषप्रवृत्तेः अदृष्टान्तत्व न हि न अभिचरेदिति प्रतिषिद्धमपि अभिचरणं कश्चित् कुर्मं दृष्टा इति शत्रौ द्वेषरहितेनापि विवेकिनाभिचरणं क्रियते न च कर्मविधिप्रवृत्तिनिमित्ते भेदप्रत्यये बाधिते अग्निहोत्रादौ प्रवर्तकं निमित्तमस्ति परिव्राजकस्यैव भिक्षाचरणादौ बुभुक्षादिप्रवर्तकम् इहापि अकरणे प्रत्यवायभयं प्रवर्तकमिति चेन्न भेदप्रत्ययवतो अधिकृतत्वात्। भेदप्रत्ययवान् अनुपमर्दितभेदबुद्धिः विद्यया यः स कर्मणि अधिकृतः इत्यवोचन् यो हि अधिकृतः कर्मणि तस्य तदकरणे प्रत्यवायः न निवृत्तधिकारस्य गृहस्थस्यैव ब्रह्मचारिणो विषयधर्म अनुष्ठाने एवं तर्हि सर्वः स्वाश्रमस्थः उत्पन्न एकत्वप्रत्ययः परिवराणिति चेन्न स्वस्वामित्वभेदबुद्धि अनिवृत्ते कर्मार्थत्वाच्च इतराश्रमाणाम् अथ कर्म कुर्वीय इति श्रुते तस्मात् स्वस्वामित्व अभावात् भिक्षुः एक एव परिव्राट् न गृहस्थादि एकत्वप्रत्ययविधिजनितेन प्रत्ययेन विधिनिमित्तभेदप्रत्ययस्य उपमर्दित्व यमनियमादि अनुत्पत्तिः प्रयोगराजकस्य इति चेन्न बुभुक्षादिना एकत्वप्रत्ययात् प्रत्यायुतस्य उत्पत्तेः निवृत्त्यर्थत्व न च प्रतिषिद्धसेवाप्राप्तिः एकत्वप्रत्ययोत्पत्तेः प्रागेव प्रतिषिद्धत्वात् न हि रात्रौ कूपे कण्टकैव पतितः उदितेऽपि सवितरि पतति तस्मिन्नेव तस्मात् सिद्धं निवृत्तकर्म भिक्षुक एव ब्रह्मसंस्था इति यत्पुनरुक्तं सर्वेषां ज्ञानवर्जितानां पुण्यलोकता इति सत्यमेतन् यच्च उक्तं तपःशब्देन परिव्राडपि उक्त इति एतदसत् कस्मान् परिव्राजकस्यैव निवृत्तभेदप्रत्ययस्य ब्रह्मसंस्थता सम्भव स एव हि अवशेषितः इत्यवोच एकत्वविज्ञानवतो अग्निहोत्रादिवतो तपोनिवृत्तेश्च भेदबुद्धिमतः एव हि तपकर्तव्यता स्यात् एतेन कर्मच्छिद्रे ब्रह्मसंस्थतासामर्थ्यम् अप्रतिषेधश्च प्रत्युक्तः तदा ज्ञानवानेव अनिवृत्तकर्म परिव्राडिति ज्ञानवैयर्थ्यं प्रत्युक्तं यत्पुनरुक्तं यववराहादिशब्दवतो परिव्राजके न रूढो ब्रह्मसंस्थशब्द इति तत्परिवृतं तस्यैव ब्रह्मसंस्थता समिवातो न अन्यस्येत् यत्पुनरुक्तं रूढशब्दः निमित्तं नोपादते इति तन्न गृहस्थतक्षपरिव्राजिकादि शब्ददर्शनात् गृहस्थितिपारिव्राज्यतक्षणादिनिमित्त उपादानापि गृहस्थपरिव्राजकौ आश्रमविशेषे विशिष्टजातिमति च तक्ष इति रूढाः दृश्यन्ते शब्दः न यत्र यत्र निमित्तानि तत्र तत्र वर्तन्ते प्रसिद्धिवाभवत् तथा इहापि ब्रह्मसंस्थशब्दो निवृत्तसर्वकर्म तत्साधनपरिव्राणि एकविषये अत्याश्रमिणी परमहंसाख्ये वृत्त इव भवितुमर्हति मुख्य अमृतत्वफलश्रवणात् अतश्च इदमेव एकं वेदोक्तं पारिव्राज्यं न यज्ञोपवीत त्रिदण्डकमण्डलवादिपरिग्रहः इति मुण्डो अपरिग्रहो असङ्गः इति च श्रुतिः अत्यभ्यः परमं पवित्रम् इत्यादि च श्वेताश्वतरी निस्तुतिर्निर्नमस्कारः इत्यादि स्मृतिभ्यश्च तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः तस्मादलिङ्गो धर्मज्ञो अव्यक्तलिङ्गः इत्यादि स्मृतिभ्यश्च यत्तु साङ्ख्यैः कर्मत्यागो अभ्युपगम्यते क्रियाकारकफलभेदबुद्धेः सत्यत्व अभ्युगमात् तन्मृष यच्च बौद्धैः शून्यता अभ्युपगमात् अकर्तृत्वम् अभ्युपगम्यते तदपि असत् तदभ्युपगन्तुः सत्त्व अभ्युपगमात् यश्च अज्ञैः अलसतया अकर्तृत्व अभ्युपगमः सोऽपि असत् कारकबुद्धेः अनिवर्तितत्वात् प्रमाणे तस्माद् वेदान्तप्रमाणजनित एकत्वप्रत्ययतः एव कर्मनिवृत्तिलक्षणं पारिव्राज्यं ब्रह्मसंस्तत्वं च इति सिद्धम् एतेन गृहस्थस्य एकत्वविज्ञाने सति पारिव्राज्यम् अर्थसिद्धम् ननु अग्न्युत्सादनदोषभाक् स्यात् परिव्राजन् वीरः वयेष दीवानां यो अग्निम् उद्वासयते इति श्रुते न दैवोत्सादितत्वात् उत्सन्न एव हि स एकत्वदर्शिनी जाते अपाकाद् अग्नेः अग्नित्वम् इति श्रुते अतो न दोषभागृहस्थः परिव्रजन् इति यत्संस्थः अमृतत्वमिति तन्निरूपणार्थमहं प्रजापतिः लोकान् अभितप्तो तेभ्यो अभितप्तेभ्यः त्रयी विद्यासां प्रास्रवतु ताम् अभ्युतपतो तस्य अभितप्तायाः एतानि अक्षराणि सम्प्रास्रवन्तः भूर्भस्वरिते प्रजापतिः विराट् कश्यपोव लोकान् उद्दिश्य तेषु सारजिगृक्षय अभ्यतपत् अभितापं कृतवान् ध्यानं तपः कृतवान् इत्यर्थः तेभ्यः अभितप्तेभ्यः सारभूता त्रयीविद्या सम्प्रास्रवतु प्रजापतेः मनसि प्रत्यभादित्यर्थः तामभ्यतपत् पूर्वत् तस्य अमितप्तायाः एतानि अक्षराणि सम्प्रास्रवन्तः भूर्भुस्वरिति व्यापृतय अतः चतुर्विंशखण्ड सामोपासनप्रसङ्गेन कर्मगुणभूतत्वात् निवृत्य परमात्मकत्वात् अमृतत्वहेत्वेन महीकृत्य प्रकृतस्यैव यज्ञस्य अङ्गभूतानि सामहोम मन्त्रोत्थानानि उपदिदीक्षन्नाः ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातस्वनकं रुद्राणाम् आद्यन्तिनं सवनम् आदित्यानां च विश्वेषां च देवानां तृतीयसवनं ब्रह्मवादिनो वदन्ति यत् प्रातःसवनं प्रसिद्धं तद्वसूनां तैश्च प्रातःसवनसम्बद्धयं लोको वशीकृतः प्रातःसवनीशानैः तथा रुद्रैः आद्यन्तिनसवनीशानैः अन्तरिक्षलोके आदित्यैश्च विश्वैः देवैश्च तृतीयसवनीशानैः तृतीयलोको वशीकृतः इति यजमानस्य लोको अन्यः परिशिष्टो न विद्यते क्व तर्हि यजमानस्य लोके इति स यः तं न विद्यात् कथं कुर्यात् अथ विद्वान् कुर्यात् अतः क्व तर्हि यजमानस्य लोकः यदर्थं यजते न क्वचित् लोको अस्ति इत्यभिप्राय लोकाय वयेते यो यजते इति श्रुते लोकाभावे च स यो यजमानः तं लोकस्वीकरणय उपायं सामहो मन्त्रोत्थानलक्षणं न विद्या न विजानीय स्वयज्ञः कथं कुर्यात् यज्ञं न कथञ्चन तस्य कर्तृत्वम् उपन्यते इत्यर्थः सामादिविज्ञानस्तुतिपरत्वं न अविदुषः कर्तृत्वं कर्ममात्रविदः प्रतिषिध्यते स्तुतये च सामादिविज्ञानस्य अविद्वत्कर्तृत्वप्रतिषेधाय च इति हि विद्येत वाक्यम् आद्ये च औषस्थ्यकाण्डे अविदुषोऽपि कर्म अस्ति इति हेतुमवोच अथ एतद्वक्ष्यमाणं सामाधि उपायं विद्वान् कुर्यात् पुरः प्रातरणवाकस्य उपाकरणात् जगनेन गार्हपत्यस्य उदङ्मुखोपविश्य स वासवगं सामविगायते किं तद्वेद्यमिति आह पुरा पूर्वं प्रातरणवाकस्य शस्त्रस्य प्रारम्भात् जगनेन गार्हपत्यस्य पश्चात् उदङ्मुखः सन् उपविश्य सः वासवन् वसुधैवत्यं सामविगायते लोकद्वारमपावारुणो पश्येमत्पावयां रा जायो इति लोकद्वारमस्य पृथ्वीलोकस्य प्राप्तिद्वारम् अपावरणं हे अग्नि तेन द्वारेण पश्येमत्वा त्वां राज्यायते अथ जुहोति नमोऽग्ने पृथ्वीक्षिते लोकक्षिते लोकं मे यजमानाय विन्द एष वै यजमानसि लोक एतास्मै अथ अनन्तरं जुहोति अनेन मन्त्रेण नमोऽग्ने पृथ्वीभूतः तुभ्यं वयं पृथिवीक्षिते पृथिवीनिवासाय लोकक्षिते लोकनिवासाय पृथ्वीलोकनिवासाय इत्यर्थः लोकं मे मह्यं यजमानाय विन्द लभस्व एष वै मम यजमानस्य लोकः एता गन्ता अस्मि अत्र यजमानः पुरस्तादाविश स्वाहापजहि परिघम् इत्युक्त्वा उत्तिष्ठति तस्मै वसवः प्रातः स्वर्गं सम्प्रयच्छन्ति